अस्तु, अद्यतनविषयः अस्ति गुरुत्वम् इति. गुरुत्वम् इति अन्यतमः गुणः, तस्य विषये किञ्चित् परिशीलयामः अधुना. तर्हि रामप्रिया भगिनी आरब्धुमिच्छति वा? आम् आं भगिनि. गुरुत्वलक्षणे पतनपदार्थः क्रमप्राप्तं गुरुत्वं निरूपयति. आद्यपतन असमवायीकारणं गुरुत्वं पृथिवी जलवृत्ति इति. एतद् गुरुत्वम् इति क्रमप्राप्तं गुरुत्वम् इत्युक्ते गुणस्य विभागे अन्यः गुरुत्वम् इति तस्य लक्षणवाक्यमस्ति. आद्यपतन असमवायीकारणं गुरुत्वम् इति इत्युक्ते आद्यपतन इत्युक्ते एतत् पतनं प्रथमं भवति, तत् क्रियायाः गुरुत्वम् इति असमवायीकारणम्. बहु समीचीनं भगिनि. कुत्र अस्ति तर्हि गुरुत्वं? गुरुत्वं कुत्र? अग्रिमवाक्यमेव. ओहो, पृथ्वी जलवृत्ति. पृथ्वी जलवृत्ति, पृथ्वी जले गुरुत्वम् अस्ति, अन्यपदार्थेन पृथ्वी जलम् एव तस्य आश्रयः. हा, सम्यक्तया उक्तम्. आद्यपतनम् इत्युक्ते पतनं, आदौ यत् पतनं, तस्य कीदृशकारणमस्ति गुरुत्वम्? असमवायीकारणमस्ति. हा, समीचीनम्. असमवायीकारणं भवति, अपि च पृथ्वीजलवृत्ति इति उक्तं. वृत्ति इत्युक्ते किं भगिनि? आदेयः. आदेयः इति अवगन्तव्यः. तर्हि आदेयः अस्ति गुरुत्वं, कुत्र कुत्र अस्ति इति चेत् पृथिव्यां च जले. अस्तु, समीचीनम्. इतः अग्रे सावित्री भगिनी पठति वा? अस्य भगिनी राजेन्द्र. ओ अस्तु, के आगतवन्तः तदभ्यन्तरे? वर्धनी अस्मि भगिनि. अस्तु अस्तु, तर्हि राजेन्द्र महोदय, वर्धिनी भगिनी, सन्ध्या भगिनी इति खलु. अस्तु, अग्रे सरेम. अग्रे सावित्री भगिनी. पतनं च क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते तदपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति. अतः एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपमुच्यते. अस्य असमवायिकारणं गुरुत्वं. तत्रैव उदाहरणं, कन्दुकः कश्चित् स्वीकृतः उत्क्षिप्तश्च. उपरि गमने आदौ तस्य वेगः अधिकः भवति, शनैः शनैः उपरतवेगः क्वचित् अन्तराले निश्चलो भवति. ततः तस्य अधोदेशसंयोगजनिका क्रिया पतनम् आरभ्यते. अस्तु, पतनम् इति क्रियाविशेषः, पतनद्वारा पतनम् इत्युक्ते यद्देशे द्रव्यं वर्तते प्रथमं तस्य अधोदेशस्य संयोगः जायते क्रियायाः द्रव्यस्य. इत्युक्ते प्रथमं द्रव्यम् उपरि भवति, अनन्तरम् अधोदेशे तस्य संयोगः भवति. अतः एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपमुच्यते. अधोदेशसंयोगजनकः व्यापारः पतनम् इत्युक्ते पतनम् इत्युक्ते अधोदेशसंयोगजनकः व्यापारः तस्य स्वरूपमुच्यते इत्युक्ते तदेव पतनं नास्ति वा भगिनि? हा, अत्र मम कश्चन प्रश्नः आसीत्, अत्र उपस्थौमि, भवन्तः वदन्तु. अधोदेशसंयोगजनकः, जनकः इत्युक्ते किं भगिनि? कार्यं जनकः, जनकः इत्युक्ते कारणं कारणं खलु व्यापारः इति अपि अस्ति. पूर्वं वयं दृष्टवन्तः न्यायशास्त्रे एव व्यापारः इत्यस्य विशिष्टपरिभाषा अस्ति खलु. इत्युक्ते कारणस्य अपि च कार्यस्य मध्ये यद् आगत्य स्थित्वा कार्यं जनयति तादृशं तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति. इत्युक्ते अत्र जनकः कारणं व्यापारः मध्यमस्ति तदनन्तरं पतनम् इति तस्य स्वरूपमुच्यते. स्वरूपम् इत्युक्ते किम् अत्र? अत्र वस्तुतः वस्तुतः अधोदेशसंयोगजनकः कश्चन अस्ति. सः व्यापारः इत्यपि उच्यते अस्मिन् एव. अपि च सः व्यापारः अथवा अधोदेशसंयोगजनकः पतनम् तस्य स्वरूपः स्वरूपमस्ति पतनम् इति क्रिया. तर्हि अत्र व्यापारः इत्युक्ते क्रिया एव. व्यापारः क्रिया पतनं पतनमपि क्रिया खलु. अधोदेशसंयोगजनकः भिन्नं तदेव तद् कारणं व्यापारः एव पतनं वा? वस्तुतः अहं चिन्तयामि महोदयं पृष्टवती अहं चिन्तयामि तत्र सर्वत्र उद्देशविधेयभावः अस्ति इति. अधोदेशजनक अधोदेशसंयोगजनकः कः इत्युक्ते पतनं व्यापारः कः इत्युक्ते पतनं. तर्हि यद्यपि व्यापारः इत्यस्य विशिष्ट अर्थः स्यात् तथापि अत्र व्यापारः इत्युक्ते क्रिया. का क्रिया? पतनम् इति क्रिया. तदर्थमेव व्यापारस्य स्वरूपं पतनमस्ति इति उक्तम्. अस्तु. इत्युक्ते अधोदेशसंयोगजनकः उद्देशः हा व्यापारः प्रायः विधेयः तथा किमपि अवगन्तव्यं भवति. नो चेत् तत्र कारणं कार्यं तस्य विवरणमेव सम्यक् न दृश्यते. जनकः इति कारणं वयं जानीमः. जनकः व्यापारः पतनमिति तस्य स्वरूपमुच्यते इत्युक्ते किञ्चित् स्पष्टतया न उक्तम् अत्र. अस्तु. अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपम् इति उच्यते. कस्य स्वरूपं? पूर्वतन वाक्ये किम् अस्ति? पतनम् इति क्रियाविशेषः. तर्हि पतनस्य स्वरूपं किं? क्षम्यताम्, अधोदेशसंयोगजनकः व्यापारः इति यत् किमपि अस्ति तस्य स्वरूपं किम् इति चेत् पतनम्. तस्य इत्युक्ते व्यापारस्य. सत्यं सत्यं. व्यापारस्य सावित्री भगिनी इति मम व्यापारः अस्ति पतनक्रिया. सत्यं. व्यापारः एव पतनक्रिया. अस्तु. हा व्यापारः एव पतनक्रिया. यद्यपि तादृशार्थः नास्ति यथा मया उक्तं माध्यमं तादृशार्थः नास्ति किन्तु भिन्नभिन्न अर्थाः सन्ति व्यापारस्य इति उक्तं महोदयेन. इति कृत्वा अत्र तु व्यापारः इत्युक्ते क्रिया एव. तस्य स्वरूपं किम् इत्युक्ते पतनं. तादृशस्वरूपम् अस्ति क्रियायाः व्यापारस्य. क्षम्यताम्. नमस्ते भगिनि. क्रिया अपि ज्ञानचलनजनकात्मक किं वदामः पदार्थः भवितुम् अर्हति किल. अतः एकमेव व्यापारः अस्ति ज्ञानजनकात्मकः शब्दप्रयोगः. अन्यविधव्यापारः भवितुम् अर्हति यत्र क्रियया ज्ञानजन्यं भवति इति. तादृशव्यवहारमपि तादृश क्रियया किं ज्ञानं जायते भगिनि? अत्र तु अधोदेशसंयोग संयोगं भवति पतनक्रियया इति. तादृशज्ञानं. हा हा वस्तुतः ज्ञानं नास्ति तत्र. भवती एव वदतु अधुना अधोदेशसंयोगजनकः. तद् दृष्ट्वा वदतु तत्र कार्यं किं कारणं किम् इति केवलं तत् पदं कारणम् अधो जनकः इत्युक्ते तत् कारणमस्ति अधोदेशसंयोगजनकः एव कारणं क्रिया अत्र पतनक्रिया एव तत् जनकः तत् कारणं कार्यमस्ति अधोदेशसंयोगः एव कार्यं हा तावदेव अस्ति तर्हि अत्र ज्ञानस्य विषयः नास्ति खलु अधोदेशसंयोगः इति कार्यं तस्य कारणम् अथवा जनकः अस्ति क्रिया सा क्रिया एव व्यापारः अपि च तस्य रूपं किम् इत्युक्ते पतनरूपं वस्तुतः इति स्पष्टं वा भगिनि आं स्पष्टं किन्तु तदपि ज्ञाने किमर्थं ज्ञानसम्बन्धविषयः नास्ति अत्र कीदृशज्ञानम् अवभासते इति भवत्याः विवक्षा का कीदृशज्ञानम् अस्ति अत्र इति वा संयोगं जनयति क्रिया इति सत्यं खलु संयोगः इतः अग्रे संयोगः ज्ञानजनकं हस्तौ संयुक्तौ इति वयं पूर्वं दृष्टवन्तः संयोगस्य प्रसङ्गे अनन्तरं संयोगः जायते पतनक्रियया अनन्तरं तस्मात् गुरुत्वमिति अन्यतमः गुणः अस्ति तदपि सर्वं तदनन्तरं अनुमानं भवति किल तादृश अनुमानं ज्ञानेन एव भवति अस्तु अस्तु भवत्याः विवक्षा अस्ति अधोदेशसंयोगः इति यदा भवति तादृशज्ञानेन गुरुत्वम् इत्यस्य अनुमानं भवति इति कृत्वा क्रियया अपि ज्ञानं जायते इति अहं वदामि वस्तुतः तत्र वर्गे न चर्चितं किन्तु तत्र अन्यथा सिद्धत्वम् इति अपि किञ्चित् परिशीलनीयं भवति क्रिया जनयति अधोदेशसंयोगम् अधोदेशसंयोगः किञ्चन ज्ञानं जनयति तेन गुरुत्वम् अस्ति इति अनुमानम् आगच्छति खलु तादृशक्रमः हा तस्मिन् क्रमे कस्य कस्य कारणत्वं कस्य कस्य अन्यथा सिद्धत्वम् इति न जाने किन्तु किन्तु सर्वदा ज्ञानस्य प्रकाशता ज्ञानस्य किं वदामः प्रकारता प्रकाश हा प्रकारता अथवा विशेषता अस्ति इति सत्यम् आम् सर्वं ज्ञानस्य विषयः भवति इति कृत्वा तदपि पतनक्रिया अधोदेशसंयोगव्यापारः तत् सर्वं हा तत्र संयोगः इति एकः पदार्थः गुणः अस्तु पुनः यदा ज्ञानं जायते तदा सः संयोगः शब्दप्रयोगं जनयति हस्तौ संयुक्तौ इति तदा तथा किमपि तदा हा तर्हि तदा खलु भवति संयोगः प्रकारता भवति अथवा एकः विषयः भवति तर्हि क्रिया साक्षात् ज्ञानं न जनयेत् परन्तु अवश्यं संयोगं जनयति येन संयोगेन किञ्चन ज्ञानम् उत्पद्यते संयुक्तव्यवहारहेतुः एव संयोगः तादृशव्यवहारः उत्पद्यते इति सत्यं किन्तु भवती यद्वदति तादृशज्ञानेन अनुमानेन गुरुत्वम् इति गुणः आगच्छति इति भवत्याः चिन्तनं खलु अस्तु परिशीलयामः तस्य विषये अन्यत् किमपि चिन्तनमस्ति वा कस्यचित् अस्तु प्रायः अग्रे सरेम तर्हि प्रथमवाक्यद्वयं स्पष्टमस्ति वा पतनमिति एकविधक्रिया पतनेन किं सावित्री भगिनी इतोपि एकवारं वाक्यद्वयं प्रथमवाक्यद्वयम् अस्तु पतनमिति क्रियाविशेषः पतनेन यद्देशे द्रव्ये वर्तते, प्रथमं द्रव्यं यत्र वर्तते तद् ततः अधोद्देशे संयोगः जायते द्रव्यस्य. अधोदेशसंयोगजनकः इति कारणमस्ति, क्रिया अधोदेशसंयोगः कार्यम् अस्तु. तस्य जनकः कश्चित् व्यापारः, तदेव पतनम् इति कारणं वदामः. पतनकारणेन अधोदेशसंयोगः जायते द्रव्यस्य. हा समीचीनमस्ति. वस्तुतः करपत्रे अपि लिखितमस्ति यत् क्रियायाः लक्षणं किम् इति चेत् संयोगासमवायीकारणं कर्म इति उच्यते. संयोगासमवायीकारणं कर्म इत्युक्ते संयोगस्य, अत्र तु अधोदेशसंयोगः, तस्य असमवायीकारणमस्ति कर्म अथवा क्रिया, या कापि क्रिया भवतु, अत्र तु पतनमिति क्रिया. अस्तु अस्तु, संयोगं जनयति. पुनः अधुना तादृशक्रियायाः विषये अग्रे किञ्चित् अस्ति, तस्य असमवायिकारणं किम् इति. सरला भगिनी पठति वा तत्र तृतीयवाक्यात्? आं भगिनि, अस्य असमवायिकारणगुरुत्वं तस्य तत् उदाहरणं कन्दुकः कश्चित् स्वीकृतः उत्तिष्पतश्च उपरि उत्तिष्ठश्च उपरि गमने आदौ तस्य वेगः अधिकः भवति, शनैः शनैः उपरतवेगः कश्चित् अन्तरकाले निश्चलो भवति, ततः तस्य अधोदेशसंयोगजनिका क्रिया पतनम् आरभ्यते. पतनक्रियायाः असमवायीकारणगुरुत्वम् अस्ति. गुरुत्वं द्रवे भवति अथवा पृथ्वी जले गुरुत्वम् इति समवायिकारणे भवति. समवायिकारण पृथिव्यां या जले समवायेन क्रिया भवति, अतः गुरुत्वं क्रियायाः पतनक्रियायाः आद्यपतनक्रियायाः असमवायिकारणं भवति. तत्रैत उदाहरणम् अस्ति कन्दुक कश्चित् स्वीकृतः कन्दुक स्वीकृतेन प्रथमम् उपरि क्षिपति, तस्य अनन्तरं प्रथमं तस्य वेगः अधिकम् अस्ति, यथा तस्य गमन अधु भवति कन्दुकस्य, शनैः शनैः तस्य वेगं न्यूनं भवति, तदनन्तरं तस्य वेगं स्थगता निश्चलं भवति, तस्य अधोदेशसंयोगजनिका क्रिया पतनम् आरभ्यते इति. अधोदेशसंयोग कार्यं यद् भवति तस्य कारणमपि अस्ति पतनक्रिया. गुरुत्वं पतनक्रिया आद्यपतनक्रिया प्रथमं भवति. एकनिमिष, अधोदेशसंयोगजनकं प्रति पतनं कारणं, कीदृशं कारणम् इत्युक्ते असमवायिकारणम् अस्तु. यतोहि कर्मणः तादृशलक्षणमस्ति, संयोगासमवायीकारणं कर्म इति. तर्हि पतनमपि कर्म अथवा क्रिया, तस्य असमवायीकारणमस्ति, क्षम्यताम्, हा तस्य असमवायीकारणं किम्? संयोगस्य असमवायीकारणं क्रिया इति अस्ति वार्ता. तदेव लक्षणवाक्ये अपि अन्तर्गतम्, आद्यपतनसमवायीकारणम् असमवायीकारणं गुरुत्वं. समीचीनम्. अस्तु, नूतनतया केन आगतं, कोऽपि अस्ति वा? कोऽपि नास्ति, किमपि श्रुतवती. अस्तु, शुकवन महोदय अग्रे. हा पठामि भगिनि. केन जाता इयं क्रिया गुरुत्वेन गुरुत्वं भार इति लोके प्रसिद्धं तेन गुरुत्वेन तादृशपतनरूपा क्रिया उत्पद्यते गुरुत्वं पतनक्रियां प्रति असमवायीकारणं भवति गुरुत्वं हि समवायेन फले स्थित्वा समवायेन पतनक्रियां जनयति गुरुत्वं गुणः पतनं च क्रिया इति गुणक्रिययोः द्रव्ये समवायेन स्थितिः प्रसिद्ध्यैव केन जाता इयं क्रिया इयम् इत्युक्ते पतनक्रिया तत्र गुरुत्वेन एव इति तत्र उत्तरमस्ति इत्युक्ते पतनक्रियायाः कारणं गुरुत्वं तत्र च केवलं पतनक्रिया इति नास्ति आद्यपतनक्रियायाः कारणं गुरुत्वम् इति मनसि भवेत् गुरुत्वं भार इति लोके प्रसिद्धं यस्य कस्यापि द्रव्यस्य भारं किम् इति वयं व्यवहरामः तदेव गुरुत्वम् इति अवगन्तव्यं तेन गुरुत्वेन यस्य कस्यापि द्रव्यस्य भारः वा यस्य केवलं पृथिवी जलं हा हा समीचीनं महोदय अग्रे तदेव तेन गुरुत्वेन तादृशपतनरूपा क्रिया उत्पद्यते गुरुत्वं भार इति लोके प्रसिद्धं तेन गुरुत्वेन तादृशपतनक्रिया उत्पद्यते गुरुत्वेन पतनक्रिया उत्पद्यते गुरुत्वं पतनक्रियां प्रति असमवायीकारणं भवति असमवायीकारणस्य लक्षणं तु कार्याधिकरणे समवायेन स्थित्वा समवायेन यत् कार्यं जनयति तत् असमवायीकारणम् इति गुरुत्वं तु गुणः तत् कन्दुके यद् पूर्वम् अस्माभिः दृष्टम् उदाहरणरूपेण कन्दुके समवायेन स्थित्वा किमर्थं समवायेन इत्युक्ते गुणगुणिनोः मध्ये समवायसम्बन्धः एव भवितुम् अर्हति अतः गुरुत्वम् इति गुणः कन्दुकम् इति द्रव्ये समवायेन स्थित्वा पतनक्रियां क्रिया अपि द्रव्ये कार्यादिकरणे कन्दुके समवायेनैव तिष्ठति अतः गुरुत्वं पतनक्रियां प्रति असमवायीकारणं भवति गुरुत्वं हि समवायेन फले स्थित्वा अत्र तु फलम् इति उदाहरणं स्वीकृतमस्ति अतः गुरुत्वम् इति गुणः समवायेन फले स्थित्वा समवायेन पतनक्रियां जनयति गुरुत्वं तु गुणः पतनं च क्रिया इति गुणक्रिययोः द्रव्ये समवायेन स्थितिः इति प्रसिद्धमेव वयं पूर्वमेव दृष्टं समवायसम्बन्धः पञ्चस्थले भवति इति अवयव अवयविनोः मध्ये गुणगुणिनोः मध्ये क्रियाक्रियवन्तो मध्ये जातिव्यक्तयोः मध्ये विशेषनित्यद्रव्योः मध्ये भवति अत्र तु गुणं गुणगुणिनोः अपि च क्रियाक्रियवन्तौ इत्येव विवक्षा अस्ति हा तो समीचीनमस्ति इत्येव अस्ति वार्ता अतः अन्ततो गत्वा गुरुत्वम् इति क्रियायाः असमवायीकारणं तर्हि क्रियायाः समवायीकारणं किं स्यात् एवमेव पृच्छामि स्म हा क्रियायाः अत्र कारणम् इत्युक्ते अधिकरणम् इति यदा वयं स्वीकुर्मश्चेत् फलमेव भवति क्रियायाः समवायिकारणं हा हा यथा असमवायिकारणस्य समवायेन स्थित्वा समवायेन जनयति तद्वत् समवायिकारणस्य तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति फलं तु स्वस्मिन् तादात्म्येन स्थित्वा क्रियां जनयति इति क्रियायाः समवायिकारणं भवति. तर्हि हा समीचीनमस्ति. तर्हि तेषु दिनेषु एकः प्रश्नः आगतः आसीत् स्मृतवती. कश्चित् प्रश्नः आसीत् कस्यचित् यद् भूमौ अपि गुरुत्वम् अपेक्षितं खलु, कन्दुकः एवमेव न पतति इति. तत्र किं चिन्तनं? यतोहि स्पेस् अथवा अन्तरिक्षे पातयामश्चेत् कन्दुकः न पतति. गुरुत्वं द्विनिष्ठः यथा संयोगः, भूमौ अपि गुरुत्वम् अस्ति, भूमौ अपि पृथ्वीद्रव्येण पृथ्वीद्रव्यम् अस्ति इति कृत्वा भूमौ अपि गुरुत्वमस्ति, कन्दुके अपि गुरुत्वमस्ति, गुरुत्वं द्विनिष्ठः. पृथ्व्याः गुरुत्वं कन्दुकस्य अपेक्षया अधिकः अधिकः इति कृत्वा कन्दुकः कन्दुकं भूमौ भूमिं प्रति पतति. हा समीचीनं भगिनि. इत्येव वार्ता. अन्तरिक्षे प्रायः अन्तरिक्षः स्पेस् इत्युक्ते आकाशः खलु, आकाशस्य श्रेण्यां स्थापयितुं शक्यते. तर्हि लक्षणवाक्ये एव उक्तमस्ति पृथ्वी जले एव अस्ति गुरुत्वं, न तु आकाशे. तर्हि अन्तरिक्षे नास्ति गुरुत्वम्. अतः यथा भवती उक्तवती पतनं न भवति एव तत्र. किन्तु भगिनी आद्यपतन क्रिया असमवायिकारणमेव गुरुत्वम् इत्युक्ते भूमौ आद्यपतनं कथं भवति? केवलम् आद्यपतनसमवायि असमवायिकारणमेव गुरुत्वं. भूमौ कथं भवति इति वा? हा भूमौ न पतत्येव किल भूमिः. अहं चिन्तयामि यथा लक्ष्मी भगिनी अपि उक्तवती, कुत्रचित् गुरुत्वम् उभयोः भवेत् खलु, भूमौ अपि भवेत् कन्दुके अपि भवेत्, तदा कन्दुकं पतति. यतो अपि च भूमेः गुरुत्वाकर्षणं प्रायः अधिकं स्यात् कन्दुकस्य अपेक्षा, तदर्थं भूमिं प्रति पतति कन्दुकः इति चिन्तयितुं शक्यते. तर्हि भूमिः वैज्ञानरीत्या चिन्तयति, किन्तु यदा तादृशं वदामश्चेत् भूमौ यद् गुरुत्वमस्ति तत् कन्दुके कन्दुकस्य आद्यपतनक्रियां प्रति कथं कारणं भवति इति निरूपणीयम्. हा इत्युक्ते लक्ष्मी भगिनी यथा उक्तवती द्विनिष्ठः इति, तथा स्यात् प्रथमतया इति अहं चिन्तयामि. हा यद्यपि ध्वनिष्ठः इति वदामश्चेत् भूमौ कुत्र पतति इति, वस्तुतः भूमौ कुत्रचिदपि न पतति इति खलु. यदि गुरुत्वं द्विनिष्ठः इति चिन्तयामः, भूमौ यत् गुरुत्वमस्ति तत् कन्दुकं प्रति कन्दुकस्य आद्य पतनक्रियां प्रति कारणम् इति निरूपणीयं किल. सत्यं. तत्र परम्परा इति वदतु, किमपि तत्र कल्पनीयम् इति चिन्तयामि. कल्पयतु कृपया. न न न परम्परा तथा भवति यथा क्रिया, सूर्यस्य क्रिया रामशरीरे आनेतव्या, सूर्यस्य क्रिया तु पूर्वमेव दृष्टवन्तः परत्वम् अपरत्वम् इत्यस्य विषये खलु भगिनि. तत्र सूर्यस्य क्रिया हा सूर्ये वर्तते, परन्तु सूर्यः कालसंयुक्तः, कालः रामशरीरसंयुक्तः, तादृशपरम्परासम्बन्धः अत्र कथं कल्पयते, कयोः मध्ये कल्पयितुम् इच्छति? अत्र गुरुत्वं द्विनिष्ठः इति कृत्वा कथं भूमेः गुरुत्वं कन्दुकस्य पतनं प्रति असमवायिकारणं भवति इति निरूपणीयम् अत्र. असमवायिकारणं मास्तु, असमवायिकारणमपि मास्तु, निमित्तकारणं वा यत्किमपि कारणं तद् यत्किमपि कारणम्. अपि च गुरुत्वं द्विनिष्ठः इति कृत्वा इति वयं न वदामः, तदेव निरूपणीयं किल. तत्र लक्षणवाक्ये द्विनिष्ठः इति किमपि इति न उक्तं लक्षण लक्षणवाक्ये तत् न आवश्यकम् इति पृथ्वीजलवृत्ति इति उक्तं भूमिः अपि पृथिवी अस्ति कन्दुकमपि पृथिवी अस्ति इति कृत्वा भूमौ अपि भूमौ अपि गुरुत्वम् अस्ति कन्दुके अपि गुरुत्वम् अस्ति पृथ्वीजलवृत्ति तदेव तद् सत्यं तद् सत्यम् अपि च लक्षणवाक्ये द्विनिष्ठः इति न उक्तं तदपि सत्यमस्ति परन्तु संयोगः अपि संयोगः अपि तादृशगुणः एव द्विनिष्ठः कुत्रापि न उक्तं किन्तु वयं जानीमः संयोगः तादृशगुणः यत् द्विनिष्ठः यत्र यत्रापि कुत्रापि संयोगः भवति तत् संयोगः द्विनिष्ठः एव इति वयं जानीमः तादृश गुणमेव गुरुत्वमपि वस्तुतः संयोगः संयोगस्य विषयः किञ्चित् भिन्नः हस्तपुस्तकयोः संयोगः इत्युक्ते समानसंयोगः उभयत्र अस्ति खलु लक्ष्मी भगिनी हस्ते सः एव संयोगः पुस्तके अपि सः एव संयोगः परन्तु गुरुत्वस्य विषयः तथा नास्ति कन्दुके गुरुत्वम् अस्ति भूमौ गुरुत्वम् अस्ति भिन्नभिन्नगुरुत्वं द्विनिष्ठः इति अनया रीत्या अहम् अङ्गीकरोमि यतोहि उभयत्र गुरुत्वं स्यात् तादृश तया रीत्या अङ्गीकरोमि परन्तु एकः एव एकमेव गुरुत्वम् उभयत्र अस्ति इति न वक्तुं शक्नुमः भूमौ तस्य गुरुत्वम् अस्ति कन्दुके तस्य एव गुरुत्वम् अस्ति संयोगस्य विचारः किञ्चित् भिन्नः अस्ति आम् सत्यं सत्यं भूमौ तस्य गुरुत्वम् अस्ति कन्दुके अन्य गुरुत्वम् अस्ति किन्तु गुरुत्वं भूमेः गुरुत्वं कथञ्चित् कारणं स्यात् कन्दुकस्य पतनं प्रति इति भवत्याः विवक्षा अपि च शुकवनमहोदयस्य विवक्षा अपि आसीत् इति चिन्तयामि तद् नितरां न निरूपितम् अत्र केवलम् उक्तं यत् आद्यपतनसमवायिकारणं गुरुत्वं तावदेव भगिनि पूर्वं वयं चिन्तवत् भूमौ आकर्षण गुरुत्वम् इति निमित्तं कारणं भवति हा इति चिन्तितवन्तः परन्तु अत्र न निरूपितम् अस्तु इति अस्ति नैयायिकानां प्रमाणं किं तस्य विषये इति सर्वम् अत्र नास्ति ये केऽपि जानन्ति सूचयन्तु कृपया प्रायः तेषु जिल्लेषु भूमौ गुरुत्वम् अस्ति तदर्थं फलम् अथवा कन्दुकः पतति इति न चिन्तितं तदा ते जानन्ति ते भूमौ गुरुत्वम् अस्ति इति ते अजानन् ज्ञातवन्तः परन्तु प्रायः कारणमिति न चिन्तितवन्तः पृथ्वी इति उक्त्वा पृथ्वी इति कृत्वा प्रायः तथा ज्ञातवन्तः गुरुत्वम् अस्ति इति किन्तु चिन्तयामश्चेत् यत्र एवमपि स्यात् यद् वयं यद् गुरुत्वम् इदानीं पठन्तः स्मः अस्माकं पुस्तके अपि च तत्र यत् पृथिव्यां गुरुत्वम् अस्ति तत्र तत्तु ग्राविटेशनल् फोर्स् इति अस्ति तद् गुरुत्वम् इति एतद् गुरुत्वं न स्यात् तत्र केवलं तस्य नाम गुरुत्वम् इति आगतं प्रायः अन्य कोऽपि पदं नासीत् इति कृत्वा किमपि इत्यपि तत्र भवितुमर्हति ट्रान्स्लेट् कृत्वा गुरुत्वम् इति आगतम् अनन्तरं ग्राविटेशनल् फोर्स् न भगिनि तथा न तथा न आर्यभट्टस्य पुस्तके अस्ति न्यायशास्त्रे वैशेषिकशास्त्रे न्यायशास्त्रे प्रायः नासीत् न्यायशास्त्रे अपि गुरुत्वम् इति गुणः आसीत् किन्तु तस्य विवक्षा अन्य गणि आर्यभट्टः भास्कराचार्य सूर्यसिद्धान्ते तादृशपुस्तके तस्य विवक्षा अस्ति आं विवक्षा अस्ति आम् अस्तु प्रायः स्यात् परन्तु अत्र तु गुरुत्वम् इति भारः एव इति चिन्तयामः कन्दुके भारः अस्ति इति चिन्तयन्तु तेन कन्दुकः पतति अपि च हा आद्यपतनस्य असमवायिकारणं गुरुत्वम् अस्तु समीचीनानि चिन्तनानि अनन्तरं पत्रं लेखिष्यामि महोदय भगिनि भगिनि एकवारं वदतु किं वदति अधुना पुष्पा भगिनी पुष्पा भगिनी अहम् अस्मि वक्तुं न शक्य एकवारं वदतु तत् अधुना अन्यत् किमपि नास्ति भगिनि. अत्र गुरुत्वम् इत्युक्ते भारः, कन्दुके गुरुत्वम् अस्ति, तादृशभारः अस्ति, अतः कन्दुकः अधोदेशं प्रति पतति, तावदेव इति कृत्वा आद्यपतन, कन्दुके यद् आदौ पतनं जायते तस्य असमवायिकारणमस्ति गुरुत्वम् इति, तावदेव भगिनि, अन्यत् किमपि नास्ति. अस्तु अस्तु तर्हि इतः अग्रे अन्यत् किमपि अस्ति वा कस्यचित्? अस्तु, सुनीलमहोदय अग्रिमभागं पठतु, तत्र सङ्ख्या आरभ्यते खलु तावत्पर्यन्तं पठतु. पतननानात्वकथनम् तत्र अयम् अपरः विशेषः, कन्दुकस्य उच्छिप्तस्य अन्तराले क्वचित् निश्चलस्य पतनम् आरभ्यते इति प्रागुक्तं. तत्र आरभ्यते इति उक्तं, न तु पतनं भवति इति. तत् कुतः? यथा घटोत्पत्तिविचारे कपाले एकस्य एव घटोत्पत्ति उद्भवति, तथा प्रकृते कन्दुके एकमेव पतनं न उत्पद्यते. अनेकानि हि क्रमिकाणि पतनानि कन्दुके उत्पद्यन्ते. तत्र आद्यक्षणे पतनक्रिया. तावत्पर्यन्तं वदतु महोदय. अत्र इदानीम् अन्यविषयः अस्ति. अत्र यदा कन्दुकम् उद्गच्छति, किञ्चित् समयानन्तरं किञ्चित् समयमेव तद् निश्चलं भवति, तदनन्तरमेव पतनस्य आरम्भमपि भवति इति पूर्वमुक्तं. तत्र पतनक्रिया आरभ्यते इति एव उक्तं, पतनं भवति इति न पूर्वमुक्तं. तद् किमर्थम् इति प्रश्नः. यदा वयं घटस्य उत्पत्तिविषये पूर्वम् उक्तवन्तः, तस्मिन् समये घटस्य उत्पत्तिः यदा भवति एकस्मिन् क्षणे तत्र घटस्य उत्पत्तिः भवति इति एव अस्ति तादृशम्. अस्तु, एकस्मिन् क्षणे कति घटाः उत्पद्यन्ते? कपाले एकस्मिन् कपाले एकः. हा, घटोत्पत्तिविचारे कपाले एकस्यैव घटस्य उत्पत्तिर्भवति, इत्युक्ते एकः एव घटः उत्पद्यते. तथा अत्र कन्दुके एकं पतनम् एव उत्पद्यते इति. पुनः पठतु. तथा प्रकृते कन्दुके एकमेव पतनं न उत्पद्यते. तस्य अर्थः कः? ओ, अतः इत्युक्ते अत्र कन्दुके पतनम् एकमेव नास्ति इति वा? हा, इति खलु, यथा घटस्य विचारः आसीत् तथा नास्ति, कन्दुके एकमेव पतनम् इति नास्ति, परन्तु अग्रे क्रमशः भवति इति. अग्रिमवाक्यं पठतु. अत्र अनेकानि हि क्रमिकाणि पतनानि कन्दुके उत्पद्यते इति उत्पद्यन्ते इत्युक्ते यदा पतनक्रिया आरभ्यते तस्मिन् क्षणे एकं पतनं भवति, अनन्तरं कन्दुक अन्यदेशे भवति, ततः अन्य पतनक्रिया भवति इति क्रमशः अनेकानि उत्पद्यन्ते इति. अनेकानि क्रमिकाणि पतनानि, तेषु आद्यपतनम् इति एकम् अन्यतमं पतनम्. अस्तु, अग्रिमवाक्यं महोदय. तत्र आद्यक्षणे पतनक्रिया, अतः पतनक्रिया आद्यक्षणे एव भवति इति. हा, या क्रिया आद्यक्षणे भवति सा क्रिया आद्यपतनक्रिया. ओ, आद्यपतनक्रिया. आद्यपतनक्रिया इति विशिष्टा क्रिया अस्ति, प्रथमक्रिया इति चिन्तयितुं शक्नुमः. आद्यक्षणे यदा पतनम् आरभ्यते तदा या क्रिया प्रथमतया जायते सा अस्ति आद्यपतनक्रिया. बुद्धम्? हा, समीचीनम्. अस्तु, तर्हि आद्यपतनक्रिया प्रथमं जायते, प्रथमं जाता, तदनन्तरं पुनः क्रमः कः इति परिशीलयिष्यामः. राजेन्द्र महोदय अग्रे. आम् आं भगिनि, श्रूयते वा? आमां श्रूयते महोदय. एकं तया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः, तद्देश आकाशकन्दुकसंयोगनाशः, अन्तरावच्छिन्ना आकाशकन्दुकसंयोगान्तरौ उत्पत्तिः, पतननाशः, पतन अन्तरौ उत्पत्तिः इत्यादि क्रमेण पतनपरम्परा कन्दुके भवति. परन्तु द्वितीयादिपतनं न गुरुत्वेन उत्पद्यते, तत्र वेगाख्या संस्कारविशेषः कारणं भवति. अत इदानीं तु पूर्वं तु उक्तं तु तत् यथा कन्दुकः महोदयेन पठितं, कन्दुकः यथा आरभ्यते, पतनम् आरभ्यते, तत् आदिक्षणे या क्रिया आगच्छति तत्र आद्यपतनं क्रिया वदामः. तया यस्मिन् देशे तेन क्रियायेन आद्यपतनक्रियायेन तत्र यस्मिन् आकाशदेशे कन्दुकः पूर्वमासीत् ततः विभागः जायते. तदनन्तरं तद्देश आकाशकन्दुकसंयोगनाशः, तस्मिन् आकाशदेशे यः कन्दुक आकाशदेशस्य संयोगः आसीत् तस्य नाशः भवति. देशान्तर अवच्छिन्न आकाशकन्दुकसंयोग अनन्तरौ उत्पत्तिः, अन्तर उत्पत्तिः तदनन्तरं यथा विभागेन आकाशकन्दुकविभागेन तथा यथा संयोगनाशः पूर्व संयोगनाशः जातः, तदनन्तरम् अनन्तरं तत् आकाशकन्दुकसंयोग उत्पत्ति, तद् अग्रिमक्षणे आकाशकन्दुकस्य नूतनसंयोगः संयोगस्य उत्पत्तिः भवति. हा हा, सम्यक् सम्यक्. प्रथमं क्रिया, तदनन्तरं विभागः, क्रिया विभागात् किम् उत्पद्यते, हा, संयोगनाशः, पूर्वदेशसंयोगनाशः, क्षणपञ्चकव्यापिनी प्रक्रिया इति दृष्टवन्तः खलु, तद्वदेव. अस्तु, तदनन्तरं संयोगानन्तरं कीदृशसंयोगः उत्पद्यते महोदय? तत् उत्तरसंयोग उत्तररूपसंयोगः उत्पद्यते, उत्तरदेशसंयोगः, उत्तरदेशसंयोगः. हा, सः एव विषयः, देशान्तरावच्छिन्न आकाशकन्दुकसंयोगः इति उक्तम्. यः देशः आसीत् पूर्वं संयोगस्य सः देशः नास्ति, अथवा यः देशः आसीत् पूर्वं कन्दुकस्य सः देशः नास्ति, परन्तु देशान्तरं जातं संयोगनाशेन. तदर्थम् आकाशदेशः यः अस्ति अधुना सः देशान्तरावच्छिन्न आकाशः, तादृश आकाशेन सह कन्दुकस्य संयोगः इति. तदनन्तरं पतननाशः भवति, या आदिक्षण पतनक्रिया या आसीत् तस्य नाशः भवति इदानीं. पतन अन्तरोत्पत्तिः, तदनन्तरं पतन यदा पतन आदिक्षणे पतनक्रिया नाशः जातः, तदनन्तरं तत् पतन अन्तरौ उत्पत्तिः अन्यत् क्रिया उत्पत्ति जायते, पतन अनन्तरं अन्यत् क्रिया जायते इत्यादि क्रमेण पतनपरम्परा कन्दुके भवति. परन्तु द्वितीयपतनं यथा यत् पतन अनन्तरौ उत्पत्तिः वदामः, सा क्रिया गुरुत्वेन न उत्पद्यते. तत्र किं चिन्तयन्ति न्यायिकाः, तत्र वेग आख्यसंस्कारविशेषकारणं भवति. यथा कन्दुकः पतनम् आरभ्यते, तत् संयोगनाशः, अनन्तरं उत्तर आकाश संयोग उत्पत्तिः तथा पतननाशः, तदनन्तरं यः पतन क्रिया उत्पद्यते सा क्रिया गुरुत्वेन न उत्पद्यते. तत् तु वेग आख्य, यथा यत् या गतिः अस्ति कन्दुकस्य, वेग आख्या संस्कारः भवति, तत् तेन कारणेन तत् द्वितीयपतनं उत्पद्यते. चतुर्थक्षणे यद् पतनं नष्टं, तत् कीदृशं पतनं? तत् आदिक्षणे यः पतनमासीत्, पतनक्रिया आसीत्, आद्यपतनं यद् पतनं गुरुत्वेन जातं तद् नश्यति अत्र चतुर्थे क्षणे. पञ्चमे क्षणे द्वितीयादिपतनं ततः आरभ्यते. अस्तु, तस्य असमवायि कारणं किम्? सः पतनं तु तत् गुरुत्वेन न उत्पद्यते, अन्यकारणेन उत्पद्यते, गुरुत्वेन न उत्पद्यते. यथा आदिक्षणे पतनक्रिया आसीत् तादृशी गुणः अत्र नास्ति. वेगाख्यसंस्कारः, वेगाख्यः संस्कारः इत्युक्ते आख्यः इत्युक्ते नामकः, वेगः इति कश्चन संस्कारः, संस्कारविशेषः. वयं दृष्टवन्तः अपि वेगः स्थितिस्थापकः भावनाख्यसंस्कारः इति, तेषु अन्यतमः वेगः इति. वेगः भवति कारणं द्वितीयादिपतनं प्रति. अस्तु, अत्र किञ्चित् चर्चयामः. अधोदेशसंयोगः इति अस्ति. राजेन्द्रमन्दर् महोदय म्यूट् करोति वा कृपया. एको आगच्छति, एको प्रतिध्वनिः. अस्तु, अत्र किञ्चित् चिन्तनं. राजेन्द्र महोदय नास्ति, एकनिमिषः. अस्तु, अत्र अधोदेशसंयोगः इत्यस्य कारणानि कानि कानि इति किञ्चित् चिन्तनं कुर्मः. तर्हि अधोदेशसंयोगं प्रति कारणं किं किम् अस्ति, रामप्रिया भगिनी वदति वा? आं भगिनि, अधोदेशसंयोगं प्रति अथवा तृतीयक्षणे अस्ति खलु, देशान्तरावच्छिन्न आकाश आकाशकन्दुकसंयोगः उत्पत्तिः, तस्य कारणं किम्? देशान्तरावच्छिन्न आकाशकन्दुकसंयोगान्तरोत्पत्तिः, तस्य कारणमस्ति यदा पूर्वं संयोगनाशः भवति तत् एकं कारणं, तदेकाशदेशकन्दुकसंयोगनाश संयोगनाशः प्रथमम् एकं कारणं भवति. विभागः अपि कारणं भवितुम् अर्हति किल इति काचित् चर्चा जाता वर्गे अपि. तर्हि तत्र अस्तु, विभागस्य विषये अनन्तरं किञ्चित् चर्चयामः. एकं तु पूर्वदेशसंयोगनाशः इति भवती उक्तवती खलु. तर्हि पूर्वदेशसंयोगः प्रतिबन्धकः भवति उत्तरदेशसंयोगं प्रति, प्रतिबध्नाति इति. तर्हि प्रतिबन्धकाभावः अथवा प्रतिबन्धकस्य नाशः अवश्यम् उत्तरदेशसंयोगं प्रति कारणम् इति सत्यं. भवती उक्तवती. अनन्तरम् अन्यत् किमपि कारणमस्ति वा? अस्तु, तत्र अस्मिन् पुटे द्वितीयवाक्यं पठतु उपरितनभागे. उपरि अतः एव इति वा किल? अत एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपम् उच्यते. अधोदेशसंयोगजनकः व्यापारः पतनक्रिया इति वा? जनकः इत्युक्ते किं? कारणम्. हा, व्यापारः इत्युक्ते अपि कारणमिति स्वीकुर्मः. अत्र अत्र व्यापारः क्रिया एव खलु? क्रिया. कीदृशी क्रिया? आद्यपतनक्रिया. आद्यपतनक्रिया खलु. आद्यपतनक्रिया किं जनयति? आद्यपतनक्रिया अधोदेशसंयोगः जनयति. अधोदेशसंयोगं जनयति आद्यपतनक्रिया इति कृत्वा तर्हि अत्र कारणं किल? हा, इति तदपि कारणमस्ति इति मनसि भवेत्. तादृश अधोदेशसंयोगः एव तृतीयबिन्दौ उल्लिखितः देशान्तरावच्छिन्न आकाशकन्दुकसंयोगः इति. अस्तु, तर्हि भवती विभागः इति उक्तवती खलु? तत्र विभागस्य विषये किञ्चन कश्चन विवादः अस्ति एव. पुनः प्रतिध्वनिः आगच्छति. अहमपि म्यूट् करोमि. अस्तु, तर्हि तत्र हा विभागः अधुनापि अस्ति यत्र संयोग देशान्तरावच्छिन्न आकाशकन्दुकसंयोगः यदा भवति तदा अपि विभागः इति प्रतीतिः अस्ति. विभागः चिरं तिष्ठति इति एकं मतम् अस्ति. यावत्पर्यन्तं तद्द्रव्यं तिष्ठति तावत्पर्यन्तं विभागः तिष्ठति एव इति अपि अस्ति. तर्हि उत्तरदेशसंयोगः यदा जायते तदा कन्दुकः तु अस्ति खलु. कन्दुकः अस्ति किन्तु नूतन आकाशदेशेन सह तस्य संयोगः जातः इति कृत्वा कन्दुकः यावत् तिष्ठति तावत्पर्यन्तं पूर्वतनविभागः तिष्ठति एव इति एकं मतम् अस्ति. तर्हि विभागः चिरं तिष्ठति, अपि च संयोगनाशः इति यदस्ति द्वितीयक्षणे तदपि चिरं तिष्ठति इति कृत्वा विभागः अपि स्यात् इति एकः विचारः आगतः आसीत् तस्य विषये. तत्र एकनिमिषः, सावित्री भगिनी. प्रथमं वयं पञ्चक्षणव्यापिनी प्रक्रिया दृष्ट्वा क्रिया, तदनन्तरं विभागः, संयोगनाशः, तदनन्तरं नूतनसंयोगः, क्रियानाशः, तथा आसीत्. अत्र किञ्चित् विशिष्टम् अस्ति वा? विभागस्य चिरं तिष्ठति इति वदति खलु. हा, यतोहि तत्र चर्चा जायमाना आसीत् यत् अस्तु यदा नूतनदेशसंयोगः जायते तदा विभागः नश्यति इति एकं मतम् आसीत्. विभागः चिरं न तिष्ठति, यावत्पर्यन्तं प्रतीतिः आवश्यकी तावत्पर्यन्तमेव विभागः तिष्ठति इति एकं मतम् आसीत्. वदनेन संयोगनाशस्य कारणं विभागः न भवितुम् अर्हति नूतनदेशसंयोगं प्रति. संयोगनाशस्य तु अवश्यमस्ति विभागः, तस्य विभागस्य लक्षणमेव तथा अस्ति खलु. नूतनदेशसंयोगं प्रति विभागः अपि कारणमस्ति वा इति चर्चा जाता, तदा एतत् सर्वम् आगतम् आसीत्. तर्हि मतद्वयं विद्यते तत्र, विभागः चिरं तिष्ठति, संयोगनाशः अपि चिरं तिष्ठति इति. अपरं मतमस्ति नूतनदेशसंयोगे जाते विभागः नश्यति इति अपि अस्ति. किं शुकवनमहोदय? हा भगिनि, तत्र वार्ताद्वयमस्ति. एकं तु चिरं तिष्ठति वा न वा, विभागाख्यगुणः चिरं तिष्ठति वा न वा द्रव्ये इति प्रथमम्. अपि च यदा तिष्ठति चेत् उत्तरदेशसंयोगस्य कारणं भवति वा इत्यपि तत् द्वितीयचिन्तनमस्ति. द्वितीयचिन्तनविषये मम पक्षःस्तु विभागस्य लक्षणं किम् इत्युक्ते संयोगनाशको गुणः विभागः इति. साक्षात् तत्र संयोगनाशकः गुणः विभागः इति दत्तमस्ति. यदा तादृशमस्ति वयं उत्तरदेशसंयोगं प्रति तत् कारणमिति स्वीकुर्मश्चेत् लक्षणमेव नश्यति किल. प्रायः वर्गे शनिवासरस्य वर्गे किमर्थं तादृशी चिन्तनम् आगतम्? अहमेव पृष्टवान् तत्रापि. हा, परन्तु विभागः अस्ति इति एका वार्ता, तदापि अस्ति, तृतीयक्षणे अस्ति, परन्तु कारणत्वम् अस्ति न वा इति चिन्तनीयम्. अन्यथा सिद्धत्वं कथञ्चित् अस्ति वा इति अपि एकः विचारः आगतः खलु. यदि इति नास्ति खलु, इति नास्ति, अन्यथा सिद्धत्वम् अपि तस्य चिन्ता अपि नास्ति. बहवः पदार्थाः तिष्ठन्ति खलु. सत्यम्, इति न स्यात्. प्रायः पूर्वमेकवारम् उक्तमासीत् विभागः नूतनसंयोगे जाते विभागः, पूर्वतनविभागः नश्यति, तावत्पर्यन्तमेव तिष्ठति विभागः इति पूर्वम् उक्तमासीत्. तर्हि किमर्थं तावत्पर्यन्तं विभागः तिष्ठति? यतोहि तस्य कारणत्वं स्यात् उत्तरदेशसंयोगं प्रति इति एकः विचारः आसीत्. तदर्थम् इति एतत् सर्वं जातमिति चिन्तयामि. परन्तु विभागः चिरं तिष्ठति अपि, यावत्पर्यन्तं द्रव्यमस्ति तावत्पर्यन्तं प्रतीतिः भवतु न वा तिष्ठति इति एकः विचारः आसीत्. अस्तु, शुकवान महोदय, अन्यत् किमपि अस्ति वा? हा, चिरं तिष्ठति वा न वा इति इत्यस्मिन् विषये अपि मम किञ्चित् चिन्तनम् आसीत्. तदपि अहं शनिवासरवर्गे उक्तवान्, अपि पत्रम् अपि लिखित्वा महोदयं प्रति प्रेषितवान्. तत्र सारांशत्वेन मम पक्षः किम् इत्युक्ते, विभागः इन्द्रियेण न ज्ञातुं शक्यते, अनुमानेन एव तस्य ज्ञानं भवति. विभागः इति भावाक्यगुण भावरूपगुणः किमर्थम् आवश्यकम् इति वयं विभागस्य विषये यदा चिन्तनं प्रवर्तमानम् आसीत् तत्र अनुमानेन किमर्थं महोदय? संयोगनाशको गुणो विभागः इत्युक्ते द्वयोः द्रव्ययोः मध्ये संयोगः अस्ति इति न, तदेव लक्षणं. तत् तस्य तत् निरूपणम् आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति निरूपितम्. अनुमानेनैव विभागः इति गुणः अस्ति इति निरूपितम्. सत्यम्. अतः प्रतीतिः अस्ति इति वयं वदामः किल, अतः एव विभागः इति गुणम् अधुनापि तिष्ठति इति वयं स्वीकृतवन्तः. तत्र मम पूर्वपक्षः कीदृशम् आसीत् इत्युक्ते, एकस्मिन् प्रकोष्ठे एकं पुस्तकं भूतले आसीत्, ततः विभजनं भूत्वा उत्पीठिकायाम् इदानीम् अस्ति इति चिन्तयामः. अपि च तस्मिन् प्रकोष्ठे एव एकः आसन्दः अपि इति. सत्यं सत्यम्, इति ममापि प्रश्नः आसीत् पूर्वम् एकवारं. तत्र उत्तरत्वेन वदन्ति यत् अस्तु, आसन्दस्य अपि च पुस्तकस्य संयोगः न कदापि आसीत् खलु? आम्, हा, न कदापि संयोगः आसीत् इत्युक्ते तत्र विभक्तौ इति प्रतीतिर्न जायते. हा हा, प्रतीति एकनिमिषं भगिनि, इति चिन्तयतु, यद् यद् भवत्या उक्तम्, आसन्दः आसन्दपुस्तकयोः मध्ये पूर्वं यदा कदापि संयोगः न जातः इति चिन्तयामः. बहिः प्रदेशात् एकः प्रकोष्ठम् आगत्य किं पृच्छति? इदानीमपि भूतलं पुस्तकं भूतलात् विभक्तम् इति सः न पृच्छति किल. यदा पुस्तकस्य अन्वेषणं सः करोति चेत् भूतले पुस्तकमस्ति वा इति पश्यतु इत्येव तस्य प्रश्नः भवति. दृष्ट्वा वदामः नास्ति इति. आसन्दे अस्ति वा इति अपि पृच्छति. दृष्ट्वा आसन्दे अपि नास्ति इत्येव वदामः किल. भूतलौ भूतलात् पुस्तकं विभक्तम् इति प्रतीतिः कथम् इदानीम् अधुना अपि जायते इत्येव मम प्रश्नः. अस्तु, समीचीनः प्रश्नः. अत्र किं चिन्तनम् अन्यत् अपरस्य? मम चिन्तनम् अस्ति, नूतनः यः आगच्छति तस्य अवगमने अस्ति वा न वा, तस्य विचारः अस्ति नास्ति इति नास्ति न. इदानीम् अत्र विचारः अस्ति, प्रतीतिः अस्ति चेत् स्थितिः का इदानीं स्थितिः का, यः जानाति सः जानाति, तत्र महत्त्वं नास्ति इति मन्ये. हा, इत्युक्ते यः कोऽपि जानाति यद् पूर्वं संयोगः आसीत्, संयोगनाशको गुणः विभागः तदनन्तरम् अस्ति इति सः जानीयात्, पूर्वसंयोगमपि जानीयात्, संयोगः नष्टः इत्यपि जानीयात्, तदा एव विभागस्य मूल्यम् अस्ति इति खलु सावित्री भगिनी? आम् आम्, तदा मूल्यम् अस्ति यतोहि सः जानाति आसीत् स्थितिः, इदानीं तथा नास्ति स्थितिः, तदर्थं विभागः अस्ति. आ हा हा, समीचीनम्. इत्युक्ते नूतनतया यः कोऽपि पश्यति तर्हि तस्य मनसि विभागः चिरं तिष्ठति इति ज्ञानमेव न उदेति इति. न उदेति, अपि च तस्य महत्त्वमपि नास्ति खलु, तस्य कोऽपि किमपि प्रयोजनमपि नास्ति. किमपि प्रयोजनं नास्ति, किमर्थं चिन्तयेत् सः इति सर्वं सत्यं. राजेन्द्रमहोदय प्रायः इतोपि एकं विचारम् उत्थापितवान् तत्र, विभागः किमर्थं चिरं तिष्ठति इति चेत्, विभागः अभवत् इति चिन्तयतु, उत्पीठिका पुस्तकयोः विभागः जातं, किन्तु सः विभागः न नष्टः, इत्युक्ते संयोगः अस्ति, संयोगः नष्टः खलु, किन्तु विभागस्य तादृशपरिस्थितिः नास्ति, विभागः नष्टः इति नास्ति एव. इति कृत्वा विभागः चिरं तिष्ठति इत्यस्य वदने अपि दोषः न स्यात् इति. दोषः नास्ति भगिनि, दोषः नास्ति मम वदने. भगिनि तत्रैव एकनिमिषं भगिनि, तत्रैव विभागः इति गुणः किमर्थं वयम् अस्ति इति स्वीकुर्मः? संयोगनाशं, हा, तस्य प्रयोजनं संयोग यदा विभागः इति भावरूपगुणः न स्वीक्रियते चेत् संयोगस्य नाशः अभवत् इति वयं न निरूपयितुं शक्नुमः. तावदेव तस्य आवश्यकं. यदा जातः, तावदेव तस्य आवश्यकं. किमर्थमित्युक्ते कार्याधिकरणे भवेत्, कार्याधिकरणे पूर्वक्षणं भवेत् इति कारणस्य आवश्यकता अस्ति. संयोगनाशं प्रति कारणत्वेन विभागः तावत्पर्यन्तम् अस्ति चेत् पर्याप्तं, तस्य प्रयोजनम् अनन्तरं किमपि इति अपि सत्यमस्ति. तावदेव लक्षणं, तावदेव पर्याप्तं, तदनन्तरं चिरं तिष्ठति सर्वं कस्यचित् इति सत्यमेव, कस्यचित् मनसि न आगच्छति इति सत्यं, किन्तु राजेन्द्रमहोदयस्य चिन्तनमपि समीचीनं. तथा रिवर्सल् न जातं खलु, संयोगः संयोगनाशः तत्र रिवर्सल् अभवत्, अस्ति नास्ति इति, किन्तु विभागस्य विषये तथा न अभवत् इति. परन्तु लिखितमस्ति खलु, कुत्रापि नास्ति भगिनि, एवमेव चर्चा जाता वर्गे. अपि च भगिनि, अभावविषये वयं चतुर्विध अभावः दृष्टवन्तः, प्रागभावः, प्रध्वंसभावः इति. प्रागभावस्य लक्षणं तु अनादि शान्तम् इति, प्रध्वंस अभावस्य लक्षणं तु सादि अनन्तम् इति. महोदय, अस्माभिः न चर्चितं तर्हि न अवगम्यते प्रायः. ओहोहोहो, अस्तु, महोदयं प्रति प्रेषयतु, प्रायः वर्गे चर्चा स्यात्. केवलम् एतत् जानीमः, एतत् जानीमः यत् किं महोदय सत्यं वदति, महोदय सत्यं वदति. मम मम मम चिन्तनम् अस्तु न भगिनि. तत्र किं वदन् आसीत् इत्युक्ते, यदा विभागः जायते तद् न नश्यति इति यावत्पर्यन्तं द्रव्यं तिष्ठति तावत्पर्यन्तं नष्ट न नश्यति. चिन्ता मास्तु भगिनि, वयं इति न स्वीकरणीयम् इति वा? भवतु भवतु, मम अन्यप्रश्नः अस्ति. पूर्वदेशसंयोगः संयोगनाशः अभवत् इति वयं स्वीकृतवन्तः किल, तत् नाशस्तु प्रध्वंस अभावः एव. सत्यं. तदपि पदार्थमेव. सत्यम्. अतः तत् तस्य आधारः किं, तत् कुत्र वर्तते? यत्र संयोगस्य आधारः कः आसीत् नाशात् पूर्वं? संयोगस्य आधारः तु कन्दुकम् अपि च आकाशम्. आकाशः इति आकाशः पूर्वदेशसंयोगः तथा द्विधा द्विनिष्ठः आसीत्. तर्हि अधुना संयोगस्य अभावः अपि तत्रैव अस्ति. तेनैव जातं खलु अनुमानं यद् भवता अपि उक्तम् अधुना, आश्रयनाशजन्यगुणनाशः समानादिकरणगुणजन्यः. तत्र आश्रयः कः आसीत्? आकाशः अपि च कन्दुकः, पूर्वदेश आकाशः कन्दुकः, तत्रैव संयोगनाशः अस्ति कार्यरूपेण. ओ द्विनिष्ठः तदपि. हा द्विनिष्ठः तदपि. अपि च वर्गे एतदपि प्रश्नः एषः अपि प्रश्नः आगतः आसीत् यद् अस्तु, समवायिकारणस्य लक्षणं किं? समवायेन स्थित्वा समवायेन कार्यं जनयति खलु. ओ क्षम्यताम्, असमवायि. समवायिकारणस्य तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति अस्ति. उभयत्र कार्यं केन सम्बन्धेन वर्तते इत्युक्ते समवायसम्बन्धेन वर्तते खलु. आम्. तर्हि भिन्न भिन्नसम्बन्धेन वर्तते वा इति प्रश्ने कृते अत्रैव उदाहरणमस्ति. विभागः इति गुणः समवायेन अस्ति, संयोगनाशः इति कार्यं केन सम्बन्धेन वर्तते? कोऽपि सहायं करोति? संयोगनाशः यत्र कुत्रापि वर्तते. हा हा स्वरूपसम्बन्धेन खलु. अतः एव समवायेन स्थित्वा समवायेन कार्यं जनयति अथवा तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इत्यत्र उभयत्र समवायेन कार्यमस्ति खलु, तादृशस्थितिः नास्ति अत्र. यतोहि कार्यम् इति संयोगनाशः, तस्य कारणं विभागः समवायेन अस्ति, गुणः सन् विभागः कन्दुके समवायेन अवश्यम् अस्ति. परन्तु कार्यम् इति संयोगनाशः यदा सावित्री भगिनी उक्तवती स्वरूपसम्बन्धेन भवति यत्र कुत्रापि अस्ति. इत्युक्ते अत्र केवलं प्रध्वंसभावस्थले एव समवायेन नास्ति कार्यं. सत्यम् इति अस्ति. तर्हि एतद् एषः विभागः समवायिकारणमपि नास्ति, असमवायिकारणमपि नास्ति इति वार्ता. तावदेव वक्तुम् इष्टवती. अन्यत् अपि किञ्चित् चिन्तयितुं शक्नुमः. वह्निः अस्ति, धूमः अस्ति खलु. धूमस्य कारणं वह्निः इति चेत्, धूमः यत्र कुत्रापि अस्ति संयोगसम्बन्धेन भवति. धूमः इत्युक्ते किं? पार्थिवपदार्थः अथवा किञ्चित् वायु, किञ्चित् पृथिवी. तर्हि यत्र कुत्रापि भवति, धूमस्य अधिकरणे भवति चेत्, वह्नेः अधिकरणे भवति चेत् संयोगेन एव भवति खलु. इति हा इति सर्वाणि चिन्तनानि मम मनसि आसन्, केवलम् उक्तवती यद् कार्यं केवलं समवायसम्बन्धेन एव जायते इति कोऽपि नियमः नास्ति. अस्तु. ओहो, धूमं प्रति वह्निः कारणं, किन्तु द्वयमपि द्रव्यं तयोः मध्ये संयोगसम्बन्धः एव अस्ति इति. तयोः मध्ये अथवा तयोः अधिकरणं सामानादिकरण्यं यत्र कुत्रापि वर्तते उभयोः, पर्वते वह्निः, पर्वते धूमः इति चिन्तयतु. तत्र संयोगः खलु, पर्वतवह्न्योः अपि च पर्वतधूमयोः मध्ये. आम् आम्, समीचीनम् उदाहरणं. तर्हि कार्यं सर्वदा समवायेन एव भवतु इति किमपि तादृशकोऽपि नियमः नास्ति. अत्रापि विभागः संयोगनाशः इत्यत्रापि संयोगनाशः स्वरूपसम्बन्धेन. अस्तु अस्तु, इतः अग्रे सरेम. सन्ध्या भगिनी पठति वा अग्रे? अत्र वा एवं च आदिमं पतनं. सत्यं भगिनि. एवं च आदिमं पतनं गुरुत्वजन्यमिति ज्ञापनाय ग्रन्थकृता आद्यपतनमिति उक्तम्. इदं पतनं गुरुत्वाधिकरणे समवाये नास्ति इति कार्यतावच्छेदकसम्बन्धः समवायः. इत्थमेव कारणतावच्छेदकसम्बन्धांशोऽपि चिन्त्यम्. अतः समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता गुरुत्वे भवति. तदाश्रयकारणताश्रयत्वं गुरुत्वस्य लक्षणं. तर्हि पुनः किञ्चित् खण्डशः पठित्वा. समीचीनं. एवम् आदिमं पतनं गुरुत्वजन्यम् इति ज्ञापनाय ग्रन्थकृता आद्यपतनम् इति उक्तम्. तर्हि यथा दृष्टवन्तः तत्र केवलम् आद्यपतनं प्रथमपतनस्य एव कारणम् असमवायिकारणं गुरुत्वम् इति अस्ति इति दर्शनार्थमेव तत्र गुरुत्वलक्षणे आद्यपतनम् इति उक्तमस्ति. इदं पतनं गुरुत्वाधिकरणे समवायेन अस्ति इति कार्यतावच्छेदकसम्बन्धः समवायः. तर्हि अत्र गुरुत्वस्य अधिकरणम् अत्र यदि फलस्य उदाहरणं स्वीकुर्मः तर्हि पतनं यदस्ति तदपि तस्यापि अधिकरणं फलमस्ति, गुरुत्वस्यापि अधिकरणं फलमस्ति. तर्हि तत्र पतनम् इति फले समवायेन अस्ति इति कृत्वा तत्र पतनम् इति कार्यम् अस्ति, तर्हि कार्यता अस्ति पतने, तर्हि कार्यतावच्छेदकसम्बन्धः अस्ति अत्र समवायसम्बन्धः. इत्युक्ते पतनं फले समवायेन अस्ति इति अर्थः. एतत् समीचीनं वा? सम्यक् सम्यक् भगिनि. इत्थमेव कारणतावच्छेदकसम्बन्धांशोऽपि चिन्त्यम्. तर्हि अत्र कारणम् अस्ति गुरुत्वं, गुरुत्वे कारणता अस्ति. तर्हि कारणता इत्युक्ते गुरुत्वमपि फले समवायेन अस्ति, अतः कारणतावच्छेदकसम्बन्धः अपि समवायः एव अस्ति अत्र. इत्युक्ते कार्यम् अपि कारणम् अपि फले अधिकरणे समवायेन येन स्तः इति द्वे अपि सत्यम्. अतः समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणता गुरुत्वे भवति. तर्हि अत्र तदेव यद् पूर्वस्मिन् वाक्यद्वये यद् दृष्टवन्तः वाक्यत्रये तदेव अत्र दीर्घवाक्यरूपेण तत्र आद्यपतने कार्यता अस्ति, सा कार्यता समवायसम्बन्धावच्छिन्ना अस्ति, तया निरूपिता कारणता अस्ति, सा कारणता गुरुत्वे अस्ति, सापि गुरुत्वे समवायसम्बन्धावच्छिन्ना कारणता अस्ति. तर्हि तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम्. तर्हि एतादृशी या कारणता अस्ति समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति गुरुत्वस्य लक्षणं, तत् कथमागतम् इति सर्वम् अस्मिन् परिच्छेदे उक्तम्. समीचीनमस्ति भगिनि. असमवायिकारणं द्विविधम् इति जानीमः खलु? तर्हि एतद् कीदृशं कारणं? तर्हि एतदस्ति तत्र एकस्मिन् अधिकरणे समवायेन स्थित्वा कार्यं जनयति, कारणेन सह कार्येण सह वा कारणेन सह वा एकस्मिन् अधिकरणे स्थित्वा समवायेन कार्यं जनयति इति असमवायिकारणम् अत्र. हा तर्हि अत्र किम् अस्ति, कार्येण सह अस्ति वा अथवा कारणेन सह एकस्मिन् अर्थे इति वा? कारणेन न, एकक्षणं, अत्र कार्यम् अस्ति, कार्यं तत्र पतनमस्ति, अतः कार्येण सह एकस्मिन् अधिकरणे इत्युक्ते कार्यम् इति फलं, तस्य कारणं गुरुत्वं, कार्यमिति पतनं, हा क्षम्यतां, कार्यमिति पतनं, कारणं गुरुत्वं, ते द्वे अपि फले स्तः इति तत्र एकस्मिन् अधिकरणे, तर्हि कार्येण सह एकस्मिन् अधिकरणे स्थित्वा समवायेन कार्यं जनयति इति असमवायिकारणं गुरुत्वम् अस्मिन् सन्दर्भे. सत्यम्, इत्युक्ते प्रथमविध असमवायिकार्यं कारणं खलु. समीचीनं, कार्येण सह एकस्मिन् अर्थे समवेतं सत् यत् कारणं तदेव असमवायिकारणं, तादृशमस्ति गुरुत्वम्. अस्तु, इति प्रथमविद असमवायिकारणम्. इतः अग्रे किञ्चित् पुनस्मरणत्वेन कारणतावच्छेदक कार्यतावच्छेदक इत्यादिकं पठेम. लक्ष्मी भगिनी, पृष्ठसङ्ख्या 87, तत्र किञ्चित् पठति वा अत्र येन सम्बन्धेन? हा, तत्पूर्वम् एकं प्रश्नं प्रष्टुं शक्यते वा? पृच्छतु महोदय. पतनक्रिया आद्यपतनस्य कारणमेव गुरुत्वम् इति लक्षणं दत्तमस्ति. तदनन्तरं वेगाख्यः संस्कारः विशेषः अस्ति इति. यदा वयं पतनक्रिया एकमेव, तत् आद्यपतनम् आरभ्य भूमौ यावत्पर्यन्तं संयोगः न अभवत् तावत्पर्यन्तम् एकमेव पतनक्रिया इति स्वीकुर्मश्चेत् तत्र दोषः किम्? दोषः कः इति चेत्, मम मनसि तु संयोगः आकाशदेशभिन्नभिन्न आकाशदेशेन सह जायते खलु. आकाशस्तु एकमेव. सत्यं, किन्तु उपाधिरूपेण एव तस्य विभजनं भवति. देशान्तरावच्छिन्न आकाशदेशेन संयोगः जायते. यदा यदा संयोगः नूतनतया जायते तदा तदा संयोगनाशः भवति. तत्र पञ्चव्यापिनी प्रक्रियानुसारं नूतनदेशसंयोगे जाते क्रियानाशः खलु. अनेन प्रायः प्रत्येकं क्षणं यथा भवती उक्तवती तत् समीचीनम् इत्युक्ते नूतनदेश संयोगनाशः पूर्वदेशसंयोगनाशः अनन्तरं नूतनदेशसंयोग संयोगं भवति, क्रियया भवति तादृशसंयोगनाशः नूतनसंयोगः क्रियायाः कारणं पुनः गुरुत्वमेव नास्ति. प्रथमक्रियायाः कारणं गुरुत्वं, तदनन्तरं वेगाख्यः संस्कारः. वेगः इति एकः संस्कारः अस्ति, संस्कारविशेषः. द्वितीयादिपतनस्य गुरुत्वं नास्ति कारणं, गुरुत्वेन न उत्पद्यते, वेगाख्यसंस्कारेण उत्पद्यते इति उच्यते. तथा पुस्तके अस्ति, अहं दृष्टवती, किन्तु सन्तोषः नास्ति वा तस्य विषये? चिन्तनीयं किमर्थं वेगाख्यसंस्कारः इति. इत्युक्ते इदानीमपि गुरुत्वम् अस्ति खलु कन्दुके इति भवत्याः चिन्तनं स्यात्? तदपि यदा विभागविषये वयं चर्चितवन्तः तादृशम् एतदपि गुरुत्वं अधुनापि तिष्ठति वा? नो चेत् यदा आद्यपतनक्रियां जनयति तदा अग्रिमक्षणे नश्यति वा इत्यपि चिन्तनीयम्. गुरुत्वं तु अवश्यं न नश्यति इति भाति खलु, तिष्ठति एव. किमर्थं वेगाख्यसंस्कारः स्वीकृतः इति प्रायः यदा तत्र प्राप्नुमः तत्र भविष्यति इति चिन्तयामि चर्चा. यदा वेगाख्यसंस्कारः जायते तदा गुरुत्वस्य आवश्यकता किम्? किन्तु अनेन तर्केण गुरुत्वं नश्यति इत्यपि वक्तुं न शक्यते किल. गुरुत्वमिति भारः भवति एव कन्दुके, कन्दुकस्य जीवनपर्यन्तं. गुरुत्वं न नश्यति. यदा नश्यति चेत् किं भवति भगिनि? भवान् एव वदतु, नश्यति इति नश्यति हा इद एतस्मिन् विभागविषये अपि अहं चिन्तयन् आसीत् पूर्वदे संयोगनाशः तत् कृतं विभागः कृतः तदनन्तरं तत् नश्यति इति स्वीकुर्मश्चेत् किमपि दोषः नास्ति किल। यदा कपालौ मध्ये संयोगः भवति एक अस्मिन् क्षणे अतः घटः उत्पादनम् अभवत् तदनन्तरं यस्य कस्यापि क्षणे संयोगः नाशः संयोगः नाशः इति स्वीकुर्मश्चेत् घटमेव नश्यति। अतः यावत्पर्यन्तं घटं घटः तिष्ठति तावत्पर्यन्तं संयोगः कपालमध्ये तिष्ठति इत्येव स्वीकार्यं। किन्तु यदा गुरुत्वस्य गुरुत्वस्य यथा विभागस्य चर्चितवन्तः गुरुत्वस्य प्रयोजनं किम् अत्र? हा यदा आद्यक्षण आद्यपतनक्रिया तत् कृतं तदनन्तरं तस्य आवश्यकता एव नास्ति इति हां चिन्तनं स्यात्। महोदयं प्रति लिखितवान् वा एतदपि यथा विभागस्य विषये? तत् इदानीमेव मम चिन्तनम् आसीत्, अहं लिखामि। अस्तु पृच्छामि। यद्यपि यद्यपि तस्य प्रयोजनं नास्ति तथापि गुरुत्वं तिष्ठति एव, तत्र प्रयोजनस्य कारणेन गुणः गुणाः न स्वीकृताः गुणाः भगिनि। किन्तु प्रतीति व्यवहारः इति यत्र कुत्रापि अस्ति, संयुक्तव्यवहारहेतुः इत्यादिकमस्ति खलु, तत्र प्रयोजनमस्ति, व्यवहारः कर्तव्यः इत्यतः एव गुणः इति स्वीकृतः, संयोग संयुक्तव्यवहारहेतुः इत्यादिकम्। संयोगः विभागः तत्र प्रायः तथा आसीत्, किन्तु गुरुत्वस्य विषये तथा न स्यात्। आम् आम् रूपं गन्धरसः प्रायः न स्यात्। आम् गुरुत्वमपि वयम् अनुमीयते एव किल, अनुमानेनैव अनुमानेनैव सिद्ध्यति। अपि च यदि भवति चेत् कीदृशं कारणं भवेत् द्वितीयादि पतनं प्रति इति चिन्तनीयं, यतोहि वेगाख्यसंस्कारः अपि गुणः, गुरुत्वमपि गुणः, समवायेन स्थित्वा समवायेन जनयति इति उभयत्र आगच्छति द्वितीयादि पतनं प्रति। अस्तु एतानि सर्वाणि चिन्तनानि समीचीनानि, किन्तु अधुना किञ्चित् अग्रे सरेम। अस्तु अस्तु लक्ष्मी भगिनी, तर्हि सप्ताशीतितमे पुटे अत्र येन सम्बन्धेन अधिकरणे इति। आम् अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यता अवच्छेदकसम्बन्धः भवति, येन सम्बन्धेन च कारणं कार्याधिकरणे भवति सः कारणता अवच्छेदकसम्बन्धः, स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना, इतरकारणताभ्यश्च प्रकृतकारणता भिन्ना इति बोधयति। तथाविधः प्रकृते समवायसम्बन्धः कार्यता अवच्छेदकः, तादात्म्यसम्बन्धश्च कारणता अवच्छेदकः, एवञ्च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम्। अस्तु अत्र अस्मिन् परिच्छेदे समवायिकारणस्य लक्षणवाक्यं कथं भवति अत्र अत्र मूलविचारः अस्ति कार्यतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः इति, तस्य विषये तत् किञ्चित् विवृणोतु। अस्तु अस्तु पुनः वाक्यानि कण्ठस्थ पठामि। अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते, अत्र चित्रं दृष्ट्वा वदामि किम्? हा चित्रम् एकं चित्रं चित्रा वदतु। आं चित्रे घटः अस्ति, घटः अस्ति, घटे तादात्म्यसम्बन्धेन घटः घटे अस्ति, अपि च क्रिया अपि घटे समवायसम्बन्धेन क्रिया घटे अस्ति। अत्र येन सम्बन्धेन अधिकरणमस्ति घटः, घटः क्रिया एव कार्यं क्रिया एव कार्यं कार्यता अवच्छेदक क्रिया समवायसम्बन्धेन घटे अस्ति, कार्यं समवायसम्बन्धेन उत्पद्यते, तत् सः सम्बन्धः कार्यता अवच्छेदकसम्बन्धः भवति. अपि च कारणमपि अत्र कार्याधिकरणे अस्ति, तत् कारणता अवच्छेदकसम्बन्धेन अस्ति. अत्र अस्तु, येन सम्बन्धेन च कारणं कार्यादिकेन भवति सः कारणता अवच्छेदकसम्बन्धः, स च सम्बन्धः इतरकार्याताभ्यः. प्रथमतया कार्यं किं, कारणं किम् अत्र? अत्र कार्यम् अस्ति क्रिया, क्रिया कारणमस्ति घटः. घटः एव अधिकरणः, कार्यता अवच्छेदक सम्बन्धः क्रियां भवति. क्रिया कार्यम् इति चेत् कार्यता कुत्र अस्ति? कार्यता क्रियया अस्ति, क्रियायाम् अस्ति. घटः कारणम् इति चेत्, घटः कारणम् अस्ति चेत् कारणता कुत्र अस्ति? घटे अस्ति. अस्तु, अन्ततो गत्वा क्रिया केन सम्बन्धेन घटे? क्रिया समवायसम्बन्धेन घटे, अतः कार्यता क्रियायाः अस्ति इति कृत्वा कार्यतावच्छेदकसम्बन्धः घटे अस्ति. कार्यता अवच्छेदकसम्बन्धः कः इति प्रश्नः खलु. क्रियायां कार्यता अस्ति, अपि च क्रियायां समवायः अपि अस्ति, घटसमवायः. उभयोः एकमधिकरणं क्रिया इति कृत्वा कार्यता अवच्छेदकसम्बन्धः कः? कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः. समीचीनं. घटः किम् अस्ति? कारणम् अस्ति. तर्हि कारणता कुत्र अस्ति? कारणता घटे अस्ति. अपि च कारणम् अथवा घटः केन सम्बन्धेन कार्याधिकरणे वर्तते? तादात्म्यसम्बन्धेन घटः कार्याधिकरणे अस्ति. हा, अतः कारणता अवच्छेदकसम्बन्धः कः? तादात्म्यसम्बन्धः. तादात्म्यसम्बन्धः कारणता अवच्छेदकसम्बन्धः. कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः. हा, समीचीनं. अस्तु, इदानीम् अग्रे पठतु. स च सम्बन्धः. स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना. इतरकार्यताभ्यः इत्युक्ते क्रिया भिन्ना अन्यकार्यताभ्यः प्रकृतकार्यता भिन्ना. प्रकृत इत्युक्ते अत्र किं भवति प्रकृतकार्यता? प्रकृतकार्यता इत्युक्ते या क्रिया, या कार्यता क्रियायाम् अस्ति, स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना इत्युक्ते क्रियायां या कार्यता अस्ति सा भिन्ना इति सूचयति अवच्छेदकसम्बन्धः. तद्वदेव इतरकारणताभ्यः, अपरेषु स्थलेषु कारणता यदस्ति तदपेक्षया प्रकृतकारणता इत्युक्ते घटे विद्यमानकारणता सा भिन्ना इति बोधयति. अस्तु, खलु. आम् अस्तु. अत्र अवच्छेदकः इत्युक्ते भिन्नभिन्न कार्यता, अनेकविधाः कार्यताः अस्ति, कार्याः कार्यता सन्ति, तेषां मध्ये भेदज्ञापनं पृथक् भेदसमर्थनं कार्यता अवच्छेदकसम्बन्धः सम्बन्धेन क्रियते. हा सत्यं, समवायसम्बन्धः कार्यतावच्छेदकः, तादात्म्यसम्बन्धः कारणतावच्छेदकः इति अस्ति. अस्तु, अन्तिमवाक्यं पठतु. एवञ्च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम् इति समवायिकारणस्य लक्षणम्. अस्तु, समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित कार्यता कार्यता समवायसम्बन्धेन समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं कारणस्य लक्षणं परिवसितम् इत्युक्ते अत्र चित्रं पश्यामः चेत् समवायसम्बन्ध अवच्छिन्नकार्यता क्रिया अस्ति, क्रियायाम् अस्ति घटः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति, तत् कारणता अवच्छिन् कारणतायाः अवच्छेदकसम्बन्धः अस्ति इत्येव उल्लिखितं समवायिकारणस्य लक्षणम् इति पर्यवसितं. तावदेव अवगच्छति खलु. हा, अधुना मूलविषयं प्रति आगच्छामः. 110 इति पृष्ठे तत्र किम् उक्तमस्ति, समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यता इति यत् सन्ध्या भगिनी पठितवती, तत्रापि कार्यता एवमेव अस्ति. समवाय कार्यम् अस्ति समवायेन इति कृत्वा समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता. समवायसम्बन्धस्थले तु उभयोः अवच्छेदकसम्बन्धः भिन्नभिन्न आसीत्, तादात्म्यसम्बन्धावच्छिन्न अपि च समवायसम्बन्धावच्छिन्न खलु. अत्र असमवायिकारणस्थले कार्यता अवच्छेदकसम्बन्धः अपि च कारणता अवच्छेदकसम्बन्धः उभौ अपि समानौ स्तः इति वार्ता. अस्तु, बुद्धम्. अस्तु, इतः किञ्चित् अग्रे सरेम. वर्धिनी भगिनी अग्रे पठति वा? अथवा पुष्पा भगिनी? पठामि वदितुम्. अस्तु अस्तु, चिन्ता नास्ति. जले गुरुत्ववशात् आद्यपतनं सर्वमिदं कन्दुकरूपपृथिव्यां यथा चिन्तितं तद्वदेव जले अपि शक्नुमः चिन्तयितुं जलम् अपि उत्क्षिप्तं गुरुत्ववशात् पतति. रात्रौ अन्धकारे अरण्यादौ सञ्चराय वस्त्रादि संवेष्टनेन एकनिमिष भगिनि अथवा अन्य कोऽपि पठति वा? वर्धिनी भगिनी अस्ति किम्? या आम् अस्ति. रात्रौ अन्धकारे अरण्यादौ सञ्चाराय वस्त्रादि संवेष्टनेन तैलसंयोगेन च दीपविशेषम् उपादद्महे प्रज्वलिते तस्मिन् तैलाधिक्ये सति तद्बिन्दवः ज्वलन्तः एव पतन्ति. जले गुरुत्ववशात् आद्यपतनं जले गुरुत्वमपि गुरुत्वं जले अपि अस्ति इति अस्ति. सर्वमिदं कन्दुकरूपपृथिव्यां यथा चिन्तनं तद्वदेव जले अपि चिन्तयितुं शक्नुमः. जलमपि उत्क्षिप्तं गुरुत्ववशात् पतति. उत्क्षिप्तेन उत्क्षिप्तम् इत्युक्ते यथा कन्दुकम् उत्क्षिप्तमासीत् तद्वदेव जलमपि पतति इति तावदेव गुरुत्ववशात् पतति. गुरुत्वं कारणम् अत्र. रात्रौ अन्धकारे अरण्यादौ सञ्चाराय वस्त्रादिसंवेशनेन तैलसंयोगेन च दीपविशेषम् उपादद्महे. रात्रौ तैलदीपमस्ति प्रज्वलिते तस्मिन् तैलाधिक्ये सति तद्बिन्दवः जलं ज्वलन्तः एव पतन्ति. इत्युक्ते रात्रौ दीप एकः दीपविशेषः अस्ति. अस्तु, रात्रौ सञ्चाराय वस्त्रादिसंवेष्टनेन प्रायः कश्चन दीपविशेषः, तत्र तैलमपि संयुक्तं भवति खलु. तादृशं तैलाधिक्ये सति तद् बिन्दवः ज्वलन्तः एव पतन्ति. तैलबिन्दवः पतन्ति ज्वलन्तः बिन्दवः पतन्ति. किमर्थम् अग्रे अग्रे पठतु. तैले हि सन्ति केचन पाद्यवांशाः. तैले अपि पाद्यवद्रव्यमस्ति तैलं. पृथिवी सत्यं. जलीयश्च भूयसः उभयत्रापि अस्ति गुरुत्वमिति तद्वशात् बिन्दुषु पतनक्रियोत्पत्तिः. उभयत्रापि अस्ति गुरुत्वं बिन्दुपतनं कारणम्. हा, इति तत्र नूतन तत्र नूतनविचारः किमपि नास्ति. तैलः तैलः पार्थिवांशेन अपि च जलीयांशेन संयुक्तः अस्ति. भूयशः इत्युक्ते आधिक्येन जलीयांशाः सन्ति तैले इति कृत्वा. हा, जले अपि गुरुत्वं पृथिव्यामपि गुरुत्वं तद्वशात् किं तद्वशात् बिन्दुषु पतनक्रिया उत्पत्तिः. सत्यम्. अस्तु, समीचीनमस्ति. एतावत् पर्यन्तं प्राप्तवन्तः शनिवासरस्य वर्गे. कोऽपि प्रश्नः वा? किम् आधिक्येन अधिकांशाः भूयशः अधिकांशाः तैले जलीयाः इति. पृथिव्या अपेक्षा जलीयांशः अधिकाः. अधिकः सत्यम् इति अस्ति भगिनि. अस्तु अस्तु अस्तु तर्हि अस्तु भगिनि, अत्र विरमामः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः. शुभरात्रिः. शुभरात्रिः. धन्यवादः. प्रति प्रति प्रति